हरि ओम् नमस्सर्वेभ्य समासचिन्तनवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयमस्ति पूर्णगुणसुहृदार्थसदव्येतव्यसमानाधिकरणे इति सूत्रस्य गुणार्थाः इति भाग। उमा भगिनी पठति वा गुणार्थाः इति आरभ्य। उमा भगिनी गुणार्थाः प्रकृतसूत्रे गुणः गुणा गुणः इत्यनेन केवलगुणवाचिशब्दः गुणो गुण गुणो गुणो उपसर्जनद्रव्यवाचिशब्दः द्वयोः अपि ग्रहणं क्रियते। प्रकृतसूत्रे गुणः इत्यनेन केवलगुणवाचिशब्दः गुण उपसर्जन द्रव्यवाचिशब्दः द्वयोः अपि ग्रहणं क्रियते। गुणः गुणः वाचकशब्दाः त्रिविधाः भवन्ति। केवलं गुणवाचकाः यथाशक्तिः यथाशक्तिः श्रद्धा बलं धैर्यं श्रमः भयम् इत्यादयः एते शब्दाः गुणम् एव वदन्ति। गुणवाचकः शब्दः कः केवलं गुणवाचकः देन् गुणवाचकः आकडारादेका संज्ञा इति सूत्रस्य भाष्ये भाष्यकारेण गुणवाचकशब्दानां विवरणं कृतं भाष्यवचने वचनमेव अस्ति। समासकृत्तद्वित अव्यय सर्वनाम सर्वनाम सर्वलिङ्गजातिः समासस्य समाससंज्ञा वक्तव्या कृतः कृत्संज्ञा च वक्तव्या तद्धितसंज्ञा च वक्तव्या अव्ययस्य अव्ययसंज्ञा च वक्तव्या सर्वनामसंज्ञा च वक्तव्या आसर्वलिङ्गाजातिरित्येतच्च वक्तव्यं संज्ञा वाट् इस् मीनिङ्ग् आफ् आसर्वलिङ्ग ओके अव्ययं अव्ययं सर्वलिङ्ग असर्वलिङ्गा ओके संख्यायाः संख्यासंज्ञा च वक्तव्या अर्थात् एतासंज्ञाः विहाय गुणवचनः इति संज्ञा भवति इति आशयः। तत्र समासः कृत् तद्धित अव्यय सर्वनाम जाति संज्ञा संज्ञाशब्द संज्ञाशब्द व्यतिरिक्तम् अर्थपद अर्थवत् शब्दस्वरूपं गुणवचनसंज्ञा गुणवचनसंज्ञं भवति इति भाष्यकारस्य आशयः वर्तते। अस्य अर्थः नास्ति तद्विदान्तस्य गुणवचनसंज्ञा न भवति इति। गुणवचनसंज्ञा संज्ञकात् तद्धितप्रत्ययः विहितः चेत् तस्य तु गुणवचनसंज्ञा भवति एव। एवं नास्ति चेत् गुणवचनेभ्यः बहुत्र तद्धितप्रत्ययस्य विधानमेव न शक्यते। I'll just say, what is, there are three types. One, guna shabdaha, kevala guna shabdaha, then guna vachaka shabdaha. Atra, he say, I mean, Karapatram say, गुणवाचकशब्दाः त्रिविधाः भवति केवलं गुणवाचकाः सम् उदाहरणं यथाशक्ति श्रद्धा बलं धैर्यं श्रमः भयम् इत्यादयः सो एते शब्दाः अपि गुणमेव वदन्ति। सो देन् गुणवाचकशब्दाः केवलं गुणवाचकः डिफ्रेण्ट् नो गुणशब्दः गुणवाचकशब्दाः there are difference. Taiva madhye can't, what is the, why it is becoming different, that is given in. Okay, this explanation is given here. So here, sutrasya bhashye bhashye, that is, samasasya samasa samya bhaktavya. So he says, samasa samya you have to say, then na krit samya eva bhaktavyam, then tadida samasa tadida samya eva bhaktavyam. What are those things? I don't understand all those things. See, समासस्य समाससंज्ञा वक्तव्य इत्युक्ते समासे यदि कृदन्तं भवति या तद्विदान्तं भवति तत्र नामद्वयं भवितुम् अर्हति वा न वा इति प्रश्नः उदेति न तत्र यदि समासं भवति चेत् केवलं समाससंज्ञा एव भवति न तु तस्य अन्तर्भूत कृदन्तं वा तद्विदान्तं वा अस्ति चेत् तत्तात् संज्ञा अपि न भवति इति संज्ञा इति ए आ कडारात् एका संख्या इत्युक्ते कडारा कर्मधारे इति सूत्रपर्यन्तं यद् विदितम् अस्ति तेषाम् एक एव संज्ञा भवति इति सूत्रं वदति आ कडारात् इति आङ् उपसर्गपूर्वं न आङ् मर्यादाभिद्यौ इति पठितम् बिकास् समास कम्स् बिफोर् आ कडारा यु नो कडारा कर्मधारये इद समास अन्धसूत्रं द लास्ट् सूत्र आफ् द समास प्रक्रिया सो समास वेन् इट् इस् बीङ्ग् गिवन् इफ् द कान्स्टिट्युयण्ट् आफ् द समास ईस् ए कृदन्तम् ओर् तद्धिदान्तं देन् द क्वश्चन् मे कम् it there is a taddidantam so can it be taddida and samasa cha can it be together no this sutra says ah kadara deka samnya sutram says that there can be only one name for it which is the final one which is applicable so samasa bhavati che samasa samkhya eva bhavati right yadi kridantam asti ekameva padam tat kridantam asti che kridantam तद्धिदान्तमस्ति चेत् तद्धिदान्त तद्धितसंज्ञा यदि अव्ययमस्ति चेत् अव्ययसंज्ञा सर्वनामसंज्ञा इति सर्वनामसर्वसंज्ञा दरिसे सूत्र फार् इट् न सं सर्वनाम च सम्बुद्धे सूत्र इस् दर् ऐ डोण्ट् नो उषा भगिनि मस्ट् बि नोयिङ्ग् इट् सो देट् सीस् देट् सर्वनाम इस् ओन्ली फार् दोस् केटेगरी आफ् देट् इस् ऐ थिङ्क् प्रथम एकवचनं द्विवचनं बहुवचनं एण्ड् द्वितीय एकवचनं द्विवचनं दीस् आर् आल् काल् सर्वनाम ऐ डोण्ट् इस् इट् नाट् उषा भगिनी आं महोदय आं महोदय सुट् अनपुंसकस्य अनपुंसकस्य सु औ जस्ट् आम् औट् सुडो सुट् अनपुंसकस्य सो देट् इस् सर्वनामसंज्ञा असर्वलिङ्ग इति जाति But here I thought Sarvanama Shabda is the normal Sarvanama Shabda. That is Tara. Tad, Idam, Adas. What is the, which is the sutram defining that? That also is. There is a sutra for that also. Amodaya. I forgot the beginning of that. Only if the beginning comes, it comes. Sarvanam. Sarvaha Sarvanamani. Something like that. No. Sarvadini Sarvanamani. Sarvadini Sarvanamani. Sarvadini Sarvanamani. It's okay. This sutra says that, you know, in the Sarvadigane, whatever is given, they are all known as Sarvadamani. So we have that, what is called here, Sarvanama Sapnya. What is Asarvalinga? Linga is it, Asarvalinga, Jatihi, Ityetat, Cha, Maktavyam. So, I don't know, what, Asarvalinga is... Asarvalinga means what is it? either it is lingam means pullingam, srilingam, napumsakalingam. What is asarvalingam means? It's a jati sankhya. Asarvanama in that case. Asarvanama, asarvalinga. Asarvanama is what she said. Sarvalinga means all genders. Yes. No, but in that pada, I thought it is asarvanama, not asarvalinga. Is it asarvalinga? Asarvalinga only. See, asarvalinga. Okay. Linga, jati. Asarvalinga. Okay. So, see, what does it say? Sarvalinga means having all genders. You suppose something is that, in that there is Pullinga, Srilinga, Napumsakalinga in the one Vashabda. So, it is something similar to Sarvadama. Sarvadama can have Sarvalingas in it, no? But all the lingas are there, no? All the Sarvanama Shabdas, Srilinga, Pullinga, Srilinga, all are there. Put Asarvalinga here, then maybe... Having all genders used as an adjective. Adjective is Sarvalinga. Adjectives are called Sarvalinga. Mother, because they can be used in all three genders. Yeah. All three genders. And when it is an asarvalinga means it is a non-adjective. Okay. Asarvalinga can be only abhiyam. Abhiyam, there is no lingam there. No, jatihi ityetat cha vaktavyam. Jati ityetat cha vaktavyam. See, manushya is not an adjective. For example, right. Jati. So this is Asarvanama. Asarvalinga. Okay, Asarvalinga. Asarvalinga. Suppose if there is Pullinga. No, Manushya is not Pullinga, Magini. Manushya is for everybody. You see the dictionary, after dictionary. It is Manushya, when you put it as does it mean that no, we are used to thinking of it as Pullinga. That's my thing. We are so used to saying everything in Pullinga. Manushya Jati, when you say, Manushya Jati includes Pullinga, Trilinga, and Unix also. Klebam also. Right? Okay. So, and Sankhyayaha Sankhya Samnyasti. So all these are samkhya with a gunavasi, arthat eta samkhyaha vihaya. So you cannot use any one of these vihaya. Gunavachana iti samnya bhavati iti ashayaha. Tatra samasa krit tadita abhyaya sarvanama jati sankhya samkhya shabdaha vetiriktam arthavat shabdasurupam gunavachanam samkhya bhavati iti bhashyakarasya ashayaha vartate. Asya arthaha na nasti yet tadidantasya gunavachana samnya na bhavati iti. That I think Vidyabhagini has added some more here because of the question which I asked. Asya arthaha nasti yet tadidantasya gunavachana samnya na bhavati iti. Gunavachana sapnyakat tadida pratyaha vihitaha chet tasya tu gunavachana samnya bhavati eva. Evam nasti chet gunavachanaibhyaha bahutra tadida pratyasya vidhanam eva na shakyate. So that is even though the word tadida is appearing in the Bhashyakarasya Matena, Atra Artha Nasti Yet Tadidandasya Gunavachana Samnya Na Bhavati Iti, because Gunavachana Samnyaka Tadida Pratya Veda Che Tasya Gunatu Tasyatu Guna Samnya Vachana Samnya Bhavati Eva. Otherwise Tatra Tadida Pratya Eva Vidhanam Eva Na Bhavati Iti. There is only specific tadida pratyas which has been included in the Bhashyakarya Mata, not all tadida pratyas. Okay. Now, there are these two categories are there, kevalam guni vachakaha and guna vachakaha api. to study this, before that, let us have a look at this. Can you read this, Usha Bhagini? Oh, Astu Madhya. Shukla Dina Pumstvam Visheshya Vignata Cha Api. Shukla Dina Visheshya Nignata. Visheshya Nignata. Shukladina Pumstvam Visheshya Nignata Cha Api. Okay. शिष्यः श्रीमन् श्वेतरक्तादयः किं पुंसि एव सन्ति आचार्यः आम् शिष्यः श्वेता माला श्वेतं वस्त्रम् इत्यादयः प्रयोगाः श्वेतं वस्त्रम् इत्यादयः प्रयोगाः श्रूयन्ते खलु सो विशेषश्वेता माला अण्ड् आल् देट् बट् देन् विशेषश्वेतरक्तादयः किं पुंसि एव अण्ड् देन् हि सेस् आम् ओके श्रूयन्तां नाम तेन का हानिः ओके श्वेता माला इत्यादौ श्वेतादीनां विशेषनिघ्नता दृश्यते भवता उच्यते पुंसि एव इति सर्वदा मया स्मार्यते अर्थात् अर्थादिभेदात् लिङ्गादिभेदः सम्भवति इति अर्थादिभेदात् लिङ्गादिभेदः सम्भवति इति प्रसङ्गभेदात् अर्थाः अपि भिद्यन्ते क्वचित् प्रसङ्गभेदात् अर्थाः अपि भिद्यन्ते क्वचित् अतः अर्थं निश्चित्य एव प्रश्नः करणीयः तन्नाम श्वेतादीनाम् अर्थद्वयम् अस्ति आम् अतः एव उभयविधम् उत्तरं सम्भवति किं तत् अर्थद्वयं श्वेतादयः गुणवाचकाः गुणवाचकाः गुणवत् वाचकाः च अपि अतः गुणवाचकत्वं गुणवत् वाचकत्वं च इति अर्थद्वयं तेषां भवतः कथनस्य आशयः न अवगतः मया पुष्पस्य वर्णः श्वेतः इत्येतस्मिन् प्रयोगे श्वेतः श्वेतशब्दः गुणवाचकः श्वेतं पुष्पम् इत्यत्र श्वेतशब्दः गुणवत् वाचकः पुष्पस्य वर्णः श्वेतः इत्येतस्मिन् प्रयोगे श्वेतशब्दः गुणवाचकः श्वेतं पुष्पम् इत्यत्र श्वेतशब्दः गुणवत् वाचकः Shvetam Pushpam This is exactly why Guruna Vidya Bhagini said that Shvetam Pushpam Matava that when it is Shvetam Pushpam means Shvetavan Pushpam Iti Artham Bhajayate but that Matu Pratyaya Lopa Bhavati Iti Kritva Shveta will take on the as an adjective of the word which it is being used for अत्र तु पुष्पं नपुंसकमस्ति कृत्वा श्वेतं पुष्पम् इति अस्ति इन् रियालिटि इति श्वेतवान् श्वेतवत् पुष्पम् इति अस्ति श्वेतवत् पुष्पम् देट् इस् वै इट् इस् गुणवत् वाचकः पुष्पस्य वर्णः श्वेतः इत्येतस्मिन् प्रयोगे श्वेतशब्दः गुणवाचकः इट्स् जस्ट् डिस्क्रैबिङ्ग् पुष्पस्य वर्णः श्वेतः पुष्पस्य वर्णः इति गुणं सूचयति इति कृत्वा गुणवाचकः द सेम् वर्ड् श्वेतः इस् गुणवाचकः देर्फोर् इस् पुष्पस्य वर्णः श्वेतः किन्तु श्वेतं पुष्पं तत्र गुणवत् वाचकः मतु प्रत्ययस्य योजनं कृत्वा तस्य लोपः भवति पुष्पश्वेतवत् पुष्पम् इति अर्थं श्वेतं पुष्पम् अत्र श्वेतशब्दः गुणवत् वाचकः मीन्स् वाट् इस् द मीनिङ्ग् आफ् गुणवत् वाचकः श्वेतवान् पुष्पं श्वेतवान् पुष्पं श्वेतं पुष्पं भगिनी वि हव् टु थिङ्क् आफ् इट् श्वेतवान् पुष्पम् आर् श्वेतवत् पुष्पं श्वेतवत् पुष्पं पुष्पम् इस् नपुंसक यु हव् टु से श्वेतवत् पुष्पं सो यु आर् डिस्क्रैबिङ्ग् द पुष्प अट् दट् टैम् you are you are saying that the pushpam is nothing, it's a white flower, it's full of white only, that pushpam only white. And then mahodaya says then the vat or the vadup or the matu pratyaya has become lopa, okay, so so then the shvetam it becomes shvetam. Let me again repeat what I have understood. Pushpasya varnah shvetah means there the importance is given to shvetah only. No, no, no, no, no. Usha Bhagini, Uma Bhagini, Shruyatu. Pushpasya Varna Shvetaha iti atra. Pushpasya Varna Shvetaha iti. Pushpasya Vibharanam asti. Shvetaha iti. Okay. That Shvetaha word cannot go without, cannot stand alone without the Pushpa. Okay. Because it is a Gunavachakaha. For a gunavachaka, guni should be present in the statement. Okay. When the guni is presented, so the pushpa is the pushpam is the guni there, and tasya varna shveta iti gunavachaka. Okay. That means this pushpam is a white color. Don't translate in the English. No, I'm just saying. Tamil. Yeah, no, because if you translate in English, there is no equivalent for it. Okay. Because you should understand it in if you understand that Tamil, if you want to know it in Tamil or Hindi, you can say yes, pushpaka rang shvet. In the poo only vella color, I mean solrathu it goes only to poo only. Poo da poi serrathu adha and sheta hangrathu poo oda poi serndrathu ana vella pushpam solrathu enna agum. Is a qualified word because of that into which a property is being brought in as a quality which is being now brought in for describing the guni vachaka pushpam again. So the shvetaha in the first usage is gunam seila. It is only showing the guni gunam as an adjective for pushpa. Okay. Whereas in the shvetam pushpam, it is an additional thing that which is having the color of that word having the color is used as an additional thing. So pushpasya varna shveta. If you read it further, you will understand how it is being explained by the teacher. Acharya katam vadati iti. Agatam. गुणवत् गुणवत् वाचकत्वे विशेषणत्वेन प्रयोगः गुणवत् वाचकत्वे विशेषणत्वेन प्रयोगः तन्नाम विशेष्यनिग्धता सो श्वेतं पुष्पम् इत्यत्र विशेष्यं पुष्पम् इति विशेष्यनिग्धता गुणवत् वाचकत्वे विशेषणत्वेन प्रयोगः तन्नाम विशेष्यनिग्धता निग्नता Vishesha is indicated, I guess. I don't know. Mahodaya? Nignata? Nignata is actually... Visheshyam understood? Nignaha means dependent, subservient. Oh, okay. Okay. So Nignata is the quality for the Vishesha. Vishesha, Nigna means Vishesha dependent word. That is the color dependent word is that Gunavat Vachaka. There is a dependency for that. That is why Nignata. So, it is not still talking about, it is still not talking about the flower. It is still not talking about the flower. No, no, no. Shvetam is a dependent word with the color Shveta. When you say Shvetam Pushpam, அந்த ஸ்வேதம்ங்கிறது தனியா சொல்ல முடியாது, புஷ்பத்தோட சேர்ந்து இருக்கனால இந்த புஷ்பமே வெள்ளையா இருக்குன்னு சொல்லிட்டோம். இது வெள்ளை அப்படி அப்படி அப்படி ஸ்வேதம் வந்துன்னா புஷ்பம் வந்து இருந்தா தான் ஸ்வேதம்னு சொல்ல முடியும். பிகாஸ் ஸ்வேதா வஸ்திரா ஸ்வேதம் புஷ்பம், இட் டிபெண்ட்ஸ் அப்பான் தட் லிங்க வில் சேஞ்ச் பேஸ்ட் ஆன் த குணி விச் இஸ் விச் இஸ் யூஸ்ட் ஃபார் தட். The next one is also, this is the, yeah. Where the Acharya says, Aam, Shvetam Pushpam Ityatra Shvetatvavat Pushpam Ityartaha. So, Shvetam Pushpam, when I say Gunavat Vachaka Shabdaha, it means Shvetatvavat Pushpam. That sounds much better. Yeah, when I say, instead of saying Shvetavat, it's Shvetatvavat Aam. Pushpam. It's not Shvetam Pushpam, it is really Shvetatvavat. So, atra vat Shvetatvavat means, here vat means Yuktaha, no? Yeah. Matu pratyaya is अस्मिन् अस्ति अस्ति इति मतुप्रत्ययेन गुणवत् वाचकता इति उच्यते. ओके, सो दिस् इस् ओके. यदा विशेषनिघ्नता तदा तु लिङ्गभेदात् रूपभेदः. ओके, यदा विशेषनिघ्नता तदा तु लिङ्गभेदात् रूपभेदः. यथा श्वेतः हारः, श्वेता माला, श्वेतं पुष्पं. महोदय, केन् यु गो अप् अ लिटल् बिट् देर्? इट् सेड् विशेषनिघ्नता आल्सो फार् देट्, रैट्? ऐ मीन् ऐ अण्डर्स्टाण्ड् हियर् विशेष तन्नाम विशेषनिघ्न गुणवत् वाचकत्वे विशेषणत्वेन प्रयोगः तन्नाम विशेषनिघ्नता. The dependency is there, no? So dependency on the Guni is there in the Gunavat Vachake. Shvetatva Yuktvam. This thing will be there, inclusiveness will be there. On Shvetatva what? That question will come, no? Akanksha Bhavati, no? आश्रयः अपेक्ष्यते. सो गुणवत् वाचकत्वे तु यदा विशेष्यनिघ्नता तदा तु लिङ्गभेदात् रूपभेदः. यथा श्वेतः हारः, श्वेता माला, श्वेतं पुष्पम्. ओके, देन् आचार्य सेस् गुणवाचकत्वे तु पुंस्त्वम् एव, प्रयोगः तु पूर्वं दर्शितः. अत्र प्रमाणं किम्? अमरकोशवाक्यम् अत्र प्रमाणम्. अमरकोशः वदति, गुणे शुक्लादयः पुंसि गुणलिङ्गाः तु गुणिलिङ्गाः. आं भगिनि, गुणिलिङ्गाः तु तद्वति इति. आम्, ओके. गुणे शुक्लादयः पुंसि, सो दट्स् वाट् वि से. पुष्पस्य वर्णं श्वेतः. ओके, गुणिलिङ्गाः तु तद्वति इति. ओके, गुणिलिङ्गाः तु तद्वति इति. ओके, अमरकोशवाक्यं I have seen it in both ways, Amarakosha and Amarakosha. Both are okay, I think, Bhagini. Mm-hmm. I studied Amarakosha for some time and then I gave. Right. I studied the first whole thing and then I was like, I got tired. I also, so far I was thinking Amarakosha only, not Amarakosha. I have not come across Amarakosha. But I've seen, I have two books, Bhagini. One of them has Shankara Shakara, the other one has Amarakosha Shakara, Usha Shakara. Shanmukha Shakara. It is Shatkon Shakara. Shakara Yoga Abhedaha. Shakara Shakara sometimes is used interchangeably. Abhedatvam Asti. Same way, vakara bakara. Vakara bakara I have heard. Rakara lakara I have heard. Rakara lakara and shakara shakara. I did not know that. The three are that sometimes interchangeably used. So that what is depending upon the context, we have to take the meaning. Okay. The itarutu nama asti na amarkosha haiti. संज्ञा अस्ति तत्र संज्ञा इट् विल् नाट् चेञ्ज् द इण्टेण्ट् इफ् यु रीप्लेस् शकार वित् शकार गुणवाचकत्वे शुक्लादीनां पुंस्त्वं गुणिनां गुणवतां गुणिनाम् अत्र गुणवतां निर्देशावसरे ते विशेष्य निघ्नाः इति तस्य तात्पर्यं खलु शिष्यस्य वचनं शिष्य पृच्छति शुक्ल शुक्लः पटः इत्युक्तौ विशेष्यनिघ्नता पटस्य शुक्लः इति प्रयोगे कृते तु पुंस्त्वं शुक्लः पटः इत्युक्तौ विशेष्यनिघ्नता पटस्य शुक्लः इति प्रयोगे कृते तु पुंस्त्वं प्रथमे उदाहरणे गुणिवाचकता द्वितीये उदाहरणे गुणवाचकता ओके सो शुक्लः पटः इति चेत् गुणिवाचकः दट् इस् डिपेण्ड्स् अपान् द पट विदौट् पट यु कान्ट् यूस् शुक्ल सो दट् इस् मीन्स् शुक्लः पटः मीन्स् वाट् वाट् यु कान्ट् पट इति Then, padam dira, from padam padam dana padam dira. No, cloth. Okay. Patasya shuklaha. Pata means cloth. Yeah. Okay. Patasya shuklaha dira, you know, you know, Gunavachaka. You know, it depends upon the guni. Guni vachaka. Right. Sorry, wrong. Patasya shuklaha, verum pumsukum. Right. Yeah. Right. Now, Surup Mahodaya has detailed the explanation for that. Patatum Mahodaya. I think, who want to read it? Aruna Bhagini. Okay, Usha Bhagini eva padatu. Aruna Bhagini padatum chedi va? Patatum Bhagini. Okay. Shruyate va Mahodaya? Shruyate Bhagini. Aduna? कश्चन पटः भूतते अस्ति तदर्थं भूतलं घटवत् इति उच्यते अत्र किं पदं विशेषणं सामान्यतया घटवत् यत् रीच् स्टार्ट् सुन्दरः भगिनि विशेषणम् इति वदामः तत्र विद्याधरी इति इति ग्रन्थे अरुणभगिनी अरुणभगिनी प्रथमवाक्यतः पठतु सुन्दरः बालकः इच्छति बिकास् यु आर् आन् म्यूट् अट् दट् टैम् यु आर् रीडिङ्ग् इति चेत् सुन्दरः बालकः गच्छति इति वाक्ये किं पदं विशेषणं किञ्च विशेष्यम् इति चेत् सुन्दरं विशेषणं बालकः विशेष्यम् इति सामान्यतया वदामः. वि नो देट् सुन्दरः बालकः यत्र बालकः इति विशेष्य सुन्दरमिति विशेष्यम् इति जानीमः. अधुना कश्चन घटः बोतले अस्ति. ओके, तदर्थं बोतलं घटवत् इति उच्यते. भूतले अर्थं किम् अत्र किं पदं विशेषणं? सामान्यतया गतवत् विशेषणम् इति वदामः. तत्र विद्याधरी इति ग्रन्थे लिखितम् अस्ति यत् भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम्. तर्हि किं भूतलं घटवत् इति वाक्ये घटवत् अपि विशेषणं, घट अपि विशेषणम् इति प्रश्नः. So there is there any both of them are they visheshanam only see bhutalam gatavat bhutalam iti iti is it the surface of the earth or on the ground gatavat. So bhutalam is now being qualified by gatam yatra bhut gatam asti tasra gatam yasmin asti iti bhutalam iti arthate gatavat iti. तत्र भूतलं विशेषणं भवति वा घटवत् विशेषणं पठवति वा इति प्रश्नः अस्ति. विचित विशेषणम् अस्य समाधानार्थम् अस्य समाधान अग्रिमवाक्यं महोदय समाधानार्थं भूतले घटः भूतले अस्ति. कश्चन घटः अस्ति, घटे घटत्वम् अस्ति. भगिनी इस् नाट् हियरिङ्ग् अस्. नो नो भगिनी, वि उमा भगिनी इस् टेलिङ्ग् समथिङ्ग् अण्ड् वि आर् सो केन् यु प्लीस् वेट्. See, this is why, Uma Bhagini, I told you to, you have to use the mobile. Otherwise, people will not able to hear you. Okay. I'll try to use. Okay. What is the question? Aruna Bhagini, Shruti, what? Shruti, Uma Bhagini. Okay. See, Kaschana Ghataha Bhutale Asti. When you say that, that there is a pot on the earth. That meaning also comes there. But भूतलं घटवत् इति उच्यते चेत् एर्थ् इस् लैक् अ पाट् इसन्ट् इट् टु डिफरेण्ट् मीनिङ्ग्स् कम्स् फार् दिस् ऐ डिडन्ट् गेट् युवर् क्वश्चन् घटः भूतले अस्ति इति चेत् देर् इस् अ पाट् आन् द एर्थ् केप्ट् देर् Right. So you go and bring it, you can say that. But bhutalam ghatavat iti means this earth is like a pot. It is a description of the earth. It is a description of the earth. Bhutalam ghatavat. Abhi shanna ka hai, in the bhoomi vandhi ur paana maari irukku vengra. See, that is why bhutale samyogena vidyamana ghataha bhutalasya visheshanam. Bhutalasya visheshanam kim asti? Ghataha bhutalasya visheshanam. The visheshanam samyogena bhutale asti iti eva astam bhavati. Bhutalam ghatavat iti uchyate chet. That I don't understand. So I should just wait. Let the sentences be completed. Because this doubt will come in everyone's mind, whether only Ghatavat iti visheshanam bhavati. Ghatavat is not a visheshana vakyam. as long as gatavat kah gatavat kim iti prashna uteti na samshaya uteti akanksha tat bhutalam iti asti yatarivai bhutalam gatavat iti. You mean to say ghataha bhutale asti is the same meaning when you say bhutalam gatavat? Is it the same meaning? Yeah, same meaning. எப்படி அது ஏன்னா நான் ஏன் தெரியுமா சொல்றேன் பூத்தலை அஸ்தி சப்தமி அப்போ கட்டக பிரதமா சோ அந்த பூமியில ஒரு பானை இருக்கு அது அந்த அந்த மூலையில ஒரு பானை இருக்கு நான் சொல்றேன் பூமி எப்படி நீ விசேஷம் பண்ணும் ஹவ் வில் யூ குவாலிஃபை த பூமி பூமி வந்து தட் இஸ் நாட் விசேஷம் தேர் விசேஷம் விசேஷம் இஸ் நாட் தேர் Uma Bhagini, that particular place, that particular place is differentiated from the rest of the floor by that gata. So for that particular place, the gata becomes Visheshanam. Is it gata or gatavat? So bhutalam gatavat iti, when you say bhutalam, for that, when you use the sentence bhutalam gatavat, where that bhutala, that particular bhutala is gatavat. Or that particular bhutalam is differentiated from the other bhutalas around it. Okay. Right. Such a meaning of it. Such a meaning is there. So that is why the question, the last word is that asmin vakye gadavat api visheshanam gadaha api visheshanam bhavati va iti. Asya samadhanartam vattvam iti visheye charcha apekshita. But that vattvam matupratyaha vatupratyasya charcha apeshita. That is what is Vigitya Bhagani also said in the class. The madhu pratyayam yojayitva tasya lopa bhavati iti kritva, that will become the shuklaha atava gata, iti whatever may be that. Gatavat will become only when it is being in association with bhutala. Otherwise, gata alone cannot become a vishesha. Right? Yes. It becomes a visheshanam for the bhutalam. Therefore, the visheshanam takes on the vat. The visheshanam yasmin asti asti iti visheshanam adhayati. So that vattum or matuprateya will be depend upon which is qualifying what. That is why we need to understand that pratyasya prayogam kata samyak bhavati iti. अरुणा भगिनी पठति वा समाधानार्थम् इत्यर्थे अस्य समाधानार्थं वत्त्वम् इति विषये चर्चा अपेक्षित भूतलं घटः घटवत् एकं घटत्वं भूतले कश्चन घटः अस्ति अन्यवाक्यं घटे घटत्वम् अस्ति एवश्च स्तरत्रयं वर्तते मीन्स् त्री प्लेसेस् ओके घटत्वं घटः भूतलं नौ वि हाव् द त्री आस्पेक्ट्स् टु डिस्कस् वन् इस् वेन् द घटत्वम् इति एकं वाक्यं घटः इति अन्ते एण्ड् भूतलं नौ how does they become visheshana visheshya rupa or vat pratyasya gunavat vachakah gunivat vachakah gunavat uchi gunivat vachakah iti there is a difference between that so agrima padischedam patuku sarva paritena stare gatavat asti gatatvam asti gatavat gatatvam घटत्वम् अस्ति मध्यमस्तरे घटः अस्ति अधोभागे भूतलम् अस्ति ओके दट् इस् हियर् यु शुड् इमेजिन् भूतलम् इस् द बाटम् मोस्ट् पोर्शन् आन् देट् देर् इस् ए घटः एण्ड् बिकास् घट ईस् आन् द भूतलं द घटत्वम् ईस् रिसैडिङ्ग् आन् द घटः And gadattvam is the visheshanam because of it the bhutala gets defined. So that is why it is a सर्वोपरितने घटत्वम् इति अस्ति, मध्यस्तरे घटः अस्ति, अधोभागे भूतलम् अस्ति. इट्स् अ मेण्टल् इमेजिनेशन्. द घटत्वम् ईस् रिसैडिङ्ग् वेर् डस् द घटत्वं सिट्? ओन्ली इन् द घट ओन्ली यु केन् हाव् द घटत्वं, नो? And gada can, where can the gada reside? It can reside only, it can be placed only on the bhutalam. So bhutalam will become the adobhage. In bhutale, if you keep the gada, you get bhutale, the bhutalam on bottom and the gada on the top. And gadattam is the visheshanam which can be only in the, only in gada, not in bhutalam. That gadattam is always associated with gada. Therefore, the gadaha becomes the adhikaranam or the substratum for the gadatvam as a jati to be defined. So, arvoparisane gadatvam iti asti, then gadatvam kutra vartate, gade vartate, gadaha kutra vartate, bhutale vartate, iti three steps. Okay? Understood. Nice. Upari gamanartam. उपरि गमनार्थं त्वा प्रत्ययं योजयामः, अधोभागे गमनार्थं मतुप् पुंसि वान् प्रियां वती नपुंसके पत् इति प्रत्ययं योजयामः. अतः घटस्त्वम् इत्यस्मात् घटश्च दिशि गन्तुं, किमर्थं महोदय गन्तुम्? अतः घटत्वम् इति उपरि सर्वोपरि स्तरे अस्ति इत्यस्मात् घटस्य दिशि गन्तुम् इच्छामः चेत् मधु प्रत्ययं योजयामः. मधु प्रत्ययस्य योजनेन आश्रयत्वं प्राप्यते. इफ् यु आर् एडिङ्ग् द मधु प्रत्यय देन् आश्रयत्वं विल् कम्. घटत्वस्य आश्रयः कः? घटः. घटस्य आश्रयः कः? भूतल. इति घटत्वं प्लस् मतुप् घटत्ववत् इति भवति. घटत्ववत् मीन्स् घटत्वस्य घटत्वं यस्मिन् अस्ति अस्ति इति घटत्ववत्. घटवाचकपदम् अतः पुंसि घटत्ववान् घटत्ववत् घटत्ववती इति लिङ्गभेदात्. घटत्वान् घटः इति अस्ति. घटत्ववान् घटः मीन्स् घटत्वं घटे वर्तते इत्यर्थः एव, यस्य अस्मिन् अस्ति इत्यर्थः. घटात् भूतलस्य दिशि गन्तुम् इच्छामः चेत् मधु योजयामः इति घटः योगः मधुप् इति घटवत् इति भवति. नाट् घटत्वम्. Don't make the difference between ghatatvam and ghatavat. Okay. Ghatavat. Ghatavat. Bhutala pachaka padam. Ataha napum sakke ghatavat eva. Ghatavat bhutalam. You see, ghata yasmin asti bhutale asti. Ghatavat bhutalam. Ghatavat ityasya bhava sityartam tva pratyem yojayama. घटवत् इत्यस्य भावसिद्ध्यर्थं. घटवत् इत्यस्य भावसिद्ध्यर्थं मीन्स् घटवान् घटवत् अथवा घटवती इत्यस्य भावार्थे त्वप्रत्ययं योजयामः चेत् घटवत् प्लस् त्व इत् घटवत्त्वम् इति भवति. घटवत्त्वम् ईस् नाट् घटत्वम्. घटत्वम् ईस् डिफरेण्ट्, घटवत्त्वम् ईस् डिफरेण्ट्. सो देर् ईस् ए famous saying that matvartiyat matvartiyat tvap pratyaya yojanena prakriti artham sityati gamayati iti. That is, in the case when matu pratyaya plus a tvap pratyaya, both matu pratyaya and tvap pratyaya get absorbed in each other, and only the prakriti, which is gata, bhutala, pushpaha, whichever is the prakriti, that meaning will come. That is why it is saying that punaha gatavat yogahatva gatavatvam means gadaha. घटवत्त्वं घटस्य स्तरे वर्तते नियतलिङ्गत्वात् पुंसके घटवत्त्वम् एव पुनः अधोभागे गमनार्थं मतुप् योजयाम घटवत्त्वं प्लस् मतुप् देन् घटवत्त्वं प्लस् मतुप् घटवत्त्वं घटवत्त्ववत् घटवत्त्ववत् इति भवति सो देर् आर् त्री प्रत्यय घटवत् इति घटवान् इति प्रत्ययः देन् घटवत्त्वमीन् त्वप्रत्ययं योजय एण्ड् देन् इन् टु देट् यु एड् मतु प्रत्ययः देन् यु गेट् घटवत्त्ववत् इति भवति घटवत्त्ववत् घटवत्त्वस्य आश्रयः अपि भूतलवाचकपदम् अतः अधोभागे वर्तते तर्हि आहत्य परिणामः एवं दिस् इस् दट् परिणाम उपरिस्थले घटवत्त्वं मध्यमस्तरे घटत्ववान् घटः घटवत्त्वं घटवत्त्वम् इति अस्ति अद्य अधोस्तरे बाटम् अट् द बाटम् इस् घटवत् घटवान् घटवत् भूतलम् अस्ति यस्मिन् घटः अस्ति घटे घटत्वम् अस्ति घटवत्त्ववत् इति अस्ति चेत् तत्र तस्य उपरि वत् किम् अस्ति सो मतुप् सो यु विल् फैण्ड् मतुप् बीङ्ग् एडेड् टु गेट् द फर्दर् बाटम् लैन् घटत्वम् इन् दट् दट् यु एड् मतुप् प्रत्यय देन् यु गेट् घटत्ववान् रैट् this is the picture this is the picture whereas okay, here you will find that what is the significance of these things this is because you should understand that why is the word visheshana see we are coming to word what we have to come is how it is can gunavachaka shabdah trivitah kevalam gunavachakah kevalam gunivachakah gunavachakah api gunivachakah gunavachakah api bhavanti गुणिवाचकः अपि भवन्ति इति उत्तरं दयति क्या अत्र पश्यतु केवलं गुणवाचकः शक्तिः श्रद्धा बलं धैर्यं श्रम दयं गुणमेव भवन्ति केवलं गुणिवाचकाः किम् अस्ति उन्नतः विशालः उत्तमः सुन्दरः गुणवत् वाचकः बट् देन् देर् इस् शुक्लः नीलः रक्तः मधुरः अम्लः कटु इत्यादि किम् अस्ति गुणवाचकः अपि भवन्ति गुणिवाचकः अपि भवन्ति टु अण्डर्स्टाण्ड् देट् हौ डस् देट् इस् बीङ्ग् डिरैव्ड् फ्रम् द प्रक्रिया इस् वाट् इस् बीङ्ग् गिवन् इति सूत्र वित् सूत्राधारेण स्वरूपमहोदय विशिष्टरूपेण वदति If you don't want to get into the, these details, then let us skip there and go straight away here. No. I just want to know how it is being connected, that's all. This connection is because of Atara Visheshanasya Kim Artham, Kim Akaryam Kim, Visheshanam Visheshyam Anyebhyaha Vastubhya Pratak Karoti. Visheshanam Visheshyam Anyebhyaha Vastubhya Pratak Karoti. उन्नतः वृक्षः उन्नतः शब्दः विशेषणं विचिन्त्य विवीक्षितं वृक्षम् अन्येभ्य वृक्षेभ्य पृथक् करोति इति सामान्यम् अवगमनं विशेषणविशेषयोः विशेषयोः अर्थः विशेषणविशेष्यम् इति शब्दद्वयम् अपि अर्थं सम्बन्धं न तु शब्दसम्बन्धम् शब्दः सम्बन्धः नास्ति अर्थसम्बन्धः अस्ति अयं सिद्धान्तः मुख्यः विशेषणविशेष्यं विशेष्यः पदार्थः न तु पदं विशेष्यः पदार्थः न तु पदं तर्हि पदं किं विशेष्यवाचकं पदं यदा वृक्षः इति विशेष्यं कदापि पदं न भवति यदा वृक्षः इति विशेष्यम् वृक्ष इस् अ विशेष्यम् इफ् इट् इस् अ विशेष्यं देन् कदापि पदं न भवति वृक्षः विशेष्यः वृक्षः लोके जीवित वस्तु यत् सः पदार्थः वृक्षः सः लोके यः प्राणी वृक्षः सः एव विशेष्यः अतः वृक्षशब्दः विशेष्यवाचकः न तु स्वयं विशेष्यम् वृक्षः स्वयं विशेष्यं न भवितुम् अर्हति इति एव तत्र यतः वृक्षः इति विशेष्यं कदापि न भवति इति वृक्षः इति विशेष्यं कथं भवति डस् इट् क्वालिफै एनिथिङ्ग् एल्स् नो इट् इस् ओन्ली वस्तु ओर् पदार्थः रैट् इट् केनाट् बिकम् ए क्वालिफैयर् विशेष्यं न भवितुम् अर्हति वृक्षम् इति मात्रं वदति चेत् अत्र तत्र विशेष्य वि योगाशिष योग अन्यत् This is a prakriya, we are not going to go ahead, get into the prakriya, how the net is applied. Net pratyaya se apagunda logo parasyadi. Purvokta rithya vishesh, pardon? No, sorry. The worker is going, I have to pay him. I'll just come. Okay. Purvokta rithya visheshim artham sambandham, natu shabda sambandha. Ataha vriksham padam na apit, apit na padam, vishaha padam. न अपि तु प्राणी तदैव तस्य विशेषणं येन सः प्राणी विशिष्यते पृथक् क्रियते तत् विशेषणम् अपि पदं न कदापि भवति प्राणी वृक्षः स्वस्य गुणेन विशिष्यते अतः यद् गुणः प्राणिनः वृक्षे अस्ति स गुणः एव विशेषणम् उन्नतः वृक्षः वृक्षे अस्ति उन्नतः वृक्षे अस्ति इति वक्तुं शक्यते वा चिन्तयतु उन्नतः वृक्षे अस्ति इति वक्तुं शक्यते वा न वृक्षः स्वयम् उन्नतः भवति किल वृक्षे उन्नतः इति तु नैव उच्यते तर्हि उन्नतः वृक्षे विद्यमानगुणकः औन्नत्यम् औन्नत्यं वृक्षे अस्ति औन्नत्यगुणेन युक्तवृक्षः विशिष्यते विद्यते अतः औन्नत्यम् इति गुणः एव विशेषणम् उन्नतः इस् नाट् अ विशेषणम् औन्नत्यम् इति गुणः एव विशेषणम् सी वि आर् आल्सो यूस् टु दट् उन्नत वृक्षः मीन्स् उन्नतः इस् अ विशेषणम् एण्ड् वृक्षः इस् अ पदार्थ गुणीवाचकः विच् इस् गेटिङ्ग् क्वालिफैड् बै द वर्ड् उन्नतः दिस् इस् वाट् अवर् नार्मल् अण्डर्स्टाण्डिङ्ग् इस् दर् इसन्ट् इट् बट् वाट् डस् इट् दट् उन्नतः इट्सेल्फ् इस् अ वाग् विच् इस् स्टाण्डिङ्ग् फार् इट्स् ओन् डेफिनिशन् औन्नत्यं यस्मिन् अस्ति इति उन्नतः अस्ति सो द औन्नत्यम् इस् द गुण बिकास् आफ् इट्स् वर्ड् द वर्ड् उन्नतः इस् कमिङ्ग् एण्ड् दट् ईस् देन् क्वालिफैङ्ग् द वृक्षः देर्फोर् उन्नतः वृक्षे अस्ति इति न वक्तुं शक्यते केवलम् उन्नतः वृक्षः तत्र उन्नतः इति उच्यते सुन्दरः इति उच्यते वि हेव् ए क्वश्चन् विच् विल् इमिडियट्लि कम् कः इति रैट् सो अग्रे यदा वृक्षः इत्युक्ते लोके यः प्राणिविशेष्यः अपि च यदा वृक्षः शब्दः तस्य विशेष्यवाचकः तथैव तस्मिन् वृक्षे यः गुणः औन्नत्यं तस्य विशेषणवाचकः उन्नतः शब्दः इत्थं च वृक्षः शब्दः विशेष्यवाचकः उन्नतः शब्दः विशेषणवाचकः नौ When the vriksha is there as a visheshya, then only unnataha become a visheshana. Otherwise, unnataha itukte aunnatyam yasmin asti iti eva asti artartaha. But that is a gunavat vachakaha bhavati. Not visheshya vachaka. Ahatya vriksha yat vastu tad visheshyam, vrikshaha saptaha tasya visheshya vachakaha, natu swayam visheshana. वृक्षा डसन्ट् बिकम् स्वयं विशेष्यम् औन्नत्यं यः गुणः सः विशेषणम् उन्नतः शब्दः तस्य विशेषणवाचकः न तु स्वयं विशेषणम् उन्नतः इस् नाट् ए स्वयं विशेषणम् औन्नत्यम् इति गुणः यस्मिन् अस्ति इति कृत्वा उन्नतः इति विशेषणवाचकः भवति यदा वृक्षः उन्नतः वृक्षः भवति इति. विशेषणवाचकशब्दाः सामान्यतया गुणे गुणविषये भवन्ति, अतः गुणवाचकः इत्यपि उच्यन्ते. अत्र न्यायशास्त्रे गुणः इति उच्यते, रैट्? औन्नत्यं वदन्ति तत्र. यथा उन्नतः शब्दः इति विशेषणवाचकः शब्दः गुणं वदन्ति इत्युक्ते औन्नत्यं वदन्ति, अतः गुणवाचकः इत्योपि उच्यते. गुणवाचकः शब्दाः त्रिविध. नौ आफ्टर् हेविङ्ग् डिफैन्ड् वाट् इस् ए गुणवाचकः, देर् आर् त्री गुणवाचकः इन् विच् वि केन् बि डिवैडेड् बि. केवलं गुणवाचकाः, केवलं गुणिवाचकः, गुणवाचकः विच् केन् बिकम् बोत् गुणवाचकः एण्ड् गुणिवाचकः. शुक्लः, नीलः, रक्तः, मधुरः, आम्ला, कटु, दीस् आर् आल् केन्. शुक्लः पटः इति अस्य अत्र इट् बिकम्स् ए गुणवाचकः. बट् इफ् यु जस्ट् यूस् शुक्लः, स शुक्लः इत्युक्ते गुणिवाचकः भवति. इट् केन् यु केन् से शुक्लः, रैट्? सो केवलं गुणवाचकशब्दस्य दट् इस् बीङ्ग् डिफैन्ड् दट् ए बि शब्दैः गुणविषये एव सूचना प्राप्यते, गुणस्य आश्रयविषये न कापि सूचना. शक्तिः अनेन शब्देन केवलं शक्तिः इति गुणः उच्यते. इयं शक्तिः कुत्र अस्ति, कस्य अस्ति, कस्मिन् अस्ति, शक्ति इति शब्देन एतादृश न कोऽपि सूचना लभ्यते. देर्फोर् केवलं गुणवाचकः भवति शक्ति इत्यादयः, रैट्? शक्ति, श्रद्धा, बलं, धैर्यं, श्रम, भयम् इत्यादि केवलं गुणिवाचकः, गुणवाचकः. केवलं गुणिवाचकः येषां विषये बहुना भ्रमो भवति, यतोहि एकदृष्ट्या गुणिवाचकः एव, अपरया दृष्ट्या केवलं गुणिवाचकाः इति वक्तुं न शक्नुमः. उदाहरणमस्ति, उमा भगिनी, वि आर् नाट् एबल् टु हियर् यु. इफ् यु आर् टाकिङ्ग् ओके, देन् म्यूट्. ओके, देन् यदा उन्नतः शब्दः, उन्नतः इत्युक्ते औन्नत्यगुणविशिष्टः. औन्नत्यगुण यस्मिन् अस्ति तादृश कश्चनः, कश्चनः सुन्दरः इत्युक्ते सौन्दर्यं यस्मिन् अस्ति इति तादृश कश्चनः. सोरि, जस्ट् अ मिनिट्. Can you hear me? आं महोदय, श्रूयते श्रूयते महोदय. उषा भगिनी पठति वा इदर केवलं गुणिवाचक गुणिवाचकशब्दाः इति आरभ्य. केवलं गुणिवाचकशब्दाः येषां विषये बहूनां भ्रमः भवति, यतोहि एकदृष्ट्या गुणिवाचकाः एव, अपरया दृष्ट्या केवलं गुणिवाचकाः इति वक्तुं न शक्नुमः. ओके, केवलं गुणिवाचकशब्दाः. यथा उन्नतशब्दः, उन्नतः इत्युक्तौ औन्नत्यगुणविशिष्टः. उन्नतः इत्युक्तौ औन्नत्यगुणविशिष्टः. औन्नत्यगुणः यस्मिन् अस्ति तादृशः कश्चन. औन्नत्य इत्युक्ते गुणः यस्मिन् अस्ति तादृशः कश्चन. ओके, सुन्दरः इत्युक्तौ सौन्दर्यं यस्मिन् अस्ति तादृशः कश्चन. एते गुणविशिष्टगुणिवाचकाः, नाम तेन गुणेन युक्तं गुणिनं बोधयति. उन्नतः इत्युक्ते औन्नत्यं यः गुणः, तादृशगुणेन युक्तं यं कमपि पदार्थं गुणिनं बोधयति. यथा उन्नतः वृक्षः इत्युक्ते कश्चन वृक्षः यः औन्नत्ययुक्तः अस्ति. यथा उन्नतः वृक्षः इत्युक्ते कश्चन वृक्षः यः औन्नत्ययुक्तः अस्ति. प्रश्नः, द्विवारं वदनस्य का आवश्यकता? गुणविशिष्टगुणिवाचकः. गुणविशिष्टगुणिवाचकः गुणी इत्युक्ते यस्मिन् सः गुणः अस्ति एव. गुणी इत्युक्ते यस्मिन् सः गुणः अस्ति एव. तर्हि पुनः गुणविशिष्ट इत्यनेन को लाभः? उत्तरमस्ति, वस्तुतः न अपेक्षितम्, किन्तु स्पष्टार्थम् उच्यते तावदेव. स्पष्टतार्थम् उच्यते तावदेव. गुणी इत्यनेन गुणविशिष्ट इत्येव अर्थः. गुणः अस्मिन् अस्ति इत्येव गुणी. कश्चन गुणः अस्ति तादृशगुणेन विशिष्टम् एकं पदार्थं बोधयति. तथापि भ्रमस्य दूरीकरणे महान् लाभः. कथम् इति अग्रे वक्ष्यते. सो औन्नत्यम् उन्नतः वृक्षः इत्यनेन वृक्षे औन्नत्यम् अस्ति, औन्नत्यं वर्तते. तद् वृक्षः पृथक्करणं करोति औन्नत्यम् इति गुणत्वं. सो औन्नत्यं यत्र अस्ति, औन्नत्यं यत्र अस्ति पदार्थे अस्ति, तत् पदार्थं वृक्षः. तत् पदार्थं सूचयति. सो गुणविशिष्टगुणिवाचकः, गुणिवाचकः इत्युक्ते यस्य अस्मिन् अस्ति, यस्य सः गुणः अस्ति. औन्नत्यम् इति गुणः यत्र अस्ति इति वृक्षः इति. ओके, सो उन्नतः वृक्षः, सो उन्नतः वृक्षः इति कृते उन्नतः इति विशेषणवाचकं पदम्, अण्ड् औन्नत्यम् इत्येव सूचयति. औन्नत्यं सूचयति. Then comes गुणवाचकाः अपि गुणिवाचकाः अपि. एते शब्दाः गुणवाचकत्वेन अपि प्रयुज्यन्ते, गुणिवाचकत्वेन अपि प्रयुज्यन्ते. एते शब्दाः गुणवाचकत्वेन. दिस् इस् द षष्टि समासः भवति वा न भवति वा प्रश्नो उदेति. ब्राह्मणस्य शुक्लः, ब्राह्मणस्य शुक्लः, देर् द अपेक्षा इस् एक्स्पेक्टेड्. ब्राह्मणस्य शुक्लः का का दन्ताः दन्ताः रैट् पठतु पठतु. गुणवाचकाः अपि गुणिवाचकाः अपि. एते शब्दाः गुणवाचकत्वेन अपि प्रयुज्यन्ते, गुणिवाचकत्वेन अपि प्रयुज्यन्ते. यथा शुक्लः, कृष्णः, नीलः इति शब्दाः. शुक्लः गुणवाचकः इत्युक्ते वैट् कलर् इति वक्तव्यं चेत् शुक्लः. अस्मिन् अर्थे पुल्लिङ्गे एव प्रयोक्तव्यम्. शुक्लवर्णेन युक्तः कश्चन इति चेत् गुणिवाचकः. अस्मिन् अर्थे त्रिषु लिङ्गेषु, दिस् इस् वाट् वि रेड् इन् द अदर् वन्. शुक्लवर्णेन युक्तः कश्चन इति चेत् गुणिवाचकः. अस्मिन् अर्थे त्रिषु लिङ्गेषु, शुक्लः घटः, शुक्ला शाटिका, शुक्लं पुष्पम्. रसवाचकशब्दाः अपि तथा. सारि सारि, शुक्ला शाटिका, शुक्लं पुष्पम्. रसवाचकशब्दाः अपि तथा. लवणः, आम्लः, मधुरः, कटुः, तिक्तः, कषायः रसवाचकम्. लवण, आम्ल, मधुर, कटु, तिक्त, कष. एते शब्दाः गुणवाचकाः चेत् नियतलिङ्गाः पुल्लिङ्गे एव भवन्ति. पुल्लिङ्गे एव भवन्ति. नियतलिङ्गाः. यथा मधुरः गुणवाचकः स्वीट् टेस्ट् इत्यर्थः पुल्लिङ्गे एव. मधुररसयुक्तः इति चेत् गुणिवाचकः त्रिषु लिङ्गेषु भवति. मधुरः शाकः, मधुरा शर्करा, मधुरम् ओदनम्. अर्थस्य परिवर्तनार्थं केवलं गुणवाचकशब्दः मधुप् अर्थकप्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः. यथा श्रद्धा गुणवाचक, मधुप्रत्ययं योजयित्वा श्रद्धावान् इति गुणिवाचकशब्दं निष्पन्नं भवति. बलम् इति गुणवाचकेन मधुप्रत्यययोजनेन बलवान् गुणिवाचकशब्दः क्रियते. ओके, बलवान् अथवा बली, बली बलिन्, सो इनि इनि प्रत्यय. ओके, अस्य अस्मिन् अस्ति. धैर्यं, धैर्यवान्. बलि इस् आल्सो गुणिवाचक, पुल्लिङ्गम्, या पुल्लिङ्ग एव. धैर्यं, धैर्यवान्. ओके, संयमः, संयमी इति गुणिवाचकशब्दः. उत्साहः, उत्साही, ओ उत्साहिन् इति भवति. ओके, सो उत्साही लैक् गुणिन् शब्दः. ओके, उत्साही. ओके, सो केवलं गुणिवाचकशब्दाः भावार्थकप्रत्ययस्य त्व, तल्, ख्यञ्च् प्रत्ययस्य योजनेन गुणवाचकशब्दः निष्पन्नः. सो फ्रम् गुणा टु गुणि यु पुट् मतुप्, के गुणि टु गुण यु पुट् त्व. ओके, त्व आर् तल् आर् ख्यञ्च्. ख्यञ्च् उत्तमः बिकम्स् उत्तमत्वम्, उत्तमता आर् औन्नत्यम्. ओ औन्नत्यम्, ओ उत्तमः आल्सो औत्तमत्वम् इल्लिया, औन्नत्यम्. ओके, वै औन्नत्यम् देर्? औन्नत्यम् इति षञ् प्रत्यय. ओ तद्दिदा तद्दिदेषु वचामाते इति औ भवति. आम, बट् उत्तम, सो ऐ थाट् उत्तम औन्नत्यम् इण्डिकेट्स् उन्नता, रैट्? उन्नत इण्डिकेट्स् औन्नत्यम्. उन्नतस्य भावः, तत्र भावार्थे शेन् प्रत्ययं भवनेदे औन्नत् भवति. औन्नत्यं देन् युगते औन्नत्यम् इति नपुंसकलिङ्गम्. उत्तमत्वम्, उत्तमता, औन्नत्यं, औन्नत्यम्, आल् आफ् देम् आर् शोयिङ्ग् द सेम् थिङ्ग्. गुणिवाचकः उत्तमत्वं फ्रम् गुणिवाचकः, उन्नमता उत्तमता कस्मिन् अस्ति, औन्नत्यं कस्मिन् अस्ति. That is the way to look at it, na? Uttamattvam kasmin asti? Bale asti. Uttamata kasmin asti? Bale asti. Aunatyam kasmin asti? Tattavi bale asti. So vishalaha. Iti gunaha. Tasya bhavartha pratyaya yojayitva vishalatvam, vishalata, vaishalyam. वैशाल्यम्. ओके, सो सुन्दरः गुणिवाचकशब्दः. सुन्दरत्वं, सुन्दरता, सौन्दर्यम् इति गुणवाचकशब्दः. यः गुणवाचकः अपि गुणिवाचकः अपि तस्य अन्वयः उभयत्र अतः कोऽपि प्रत्ययः न अपेक्षितः. यः गुणवाचकः अपि गुणिवाचकः अपि तस्य अन्वयः उभयत्र अतः कोऽपि प्रत्ययः न अपेक्षितः. किन्तु मतुप्रत्ययाः भावार्थीयाः प्रयोक्तुं शक्याः. पीतः, पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ. पीतः, पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ. पीतः इति गुणः, पीतः इति गुणः, पीतत्वं. सो वस्त्रं, पीतं वस्त्रं, पीतं इति गुणिवाचकशब्दात् पीतं वस्त्रम् इत्युक्ते पीतम् इति गुणिवाचकशब्दात् त्वप्रत्ययस्य संयोजनेन गुणवाचकशब्दः निष्पन्नः पीतत्वं पीतत्वं विच् इस् वस्त्रम् ओके ओके ओ या यु गेट् अगेन् वस्त्रम् ओके पीतं वस्त्रं पीतम् इति गुणिवाचकात् गुणिवाचकशब्दात् त्वप्रत्ययस्य योजनेन पीतत्वम् अस्ति पीतं पीतत्वं त्वप्रस्ति ओके वस्त्रम् अनेन इस् आल्सो पीतं पीतं स्टाण्ड् अलोन् इट् इस् अ गुणिवाचकशब्दात् पीतम् इति पीतं वस्त्रं तत्र गुणिवाचकशब्दः भवति पीतं वस्त्रम् इति विशेषणविशेषभावम् अस्ति नाट् रैट् पीतत्वं पीतत्वम् अपि वस्त्रं पीतत्वम् इति वस्त्रे तत्र वस्त्रम् इति तस्य पीतत्वम् अस्ति इति गुणवाचकशब्दः भवति गुणवाचकः इति गुणयुक्तवाचकः गुणः पीतवर्ण इति गुणः पीतवर्णयुक्तः इति पीतत्वं कस्मिन् अस्ति वस्त्रे अनेन पीतः पीतत्वं च इत्येतयो गुणशब्दकौ समान ओ अनेन ओ पीतः पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ ओके दे आर् प्रूविङ्ग् इट् ओके पीतः पीतत्वं तथैव पीतं वस्त्रं पीतवत् वस्त्रम् ओके पीतं वस्त्रं पीतवत् वस्त्रं पीतं पीतवत् च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ पूर्वं गुणवाचकशब्दः सो नौ दे आर् गोयिङ्ग् टु प्रूव् देट् ओके गुणिवाचकशब्दौ इति समान ओके पीतः इति गुणः पीतः इति गुणः तस्मात् गुणवाचकशब्दात् मतु प्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः पीतवत् इति भवति पीतवत् पीतः इति गुणः पीतवत् मीन्स् पीतः इति गुणः सो पीतं वस्त्रं पीतवत् वस्त्रं सो ओके पीतं वस्त्रं हौ डस् इट् बिकम् गुणवाचकः बिकम्स् त्वप्रत्ययेन भावार्थप्रत्ययेन त्वा तल् शन् प्रत्ययस्य योजनेन गुणवाचकशब्दः नष्टः भवति गुणिवाचकशब्दः भवितुम् इच्छति चेत् मधुप्रत्ययः तदेव अनेन पीतं पीतवत् इत्यनयो द्वौ गुणिवाचकशब्दौ समानौ गुणिवाचकः गुणवाचकः यु हेव् टु रीड् दिस् दिस् इस् अण्डर् 13 ऐ थिङ्क् 13:10 आर् समथिङ्ग् लैक् दट् इन् द करपत्रम् इस् द सुरूप् महोदयस्य This is now summary is going through again and again because now this is a nyaya shabda which you don't want to read samanadhikaranam asamanadhikaranam okay so that is different so let's read this paragraph and stop and then go back to the karapatram punasmaranam yeah unnatah vrikshah unnatah guninam unnatah guninam vriksham bodhayati okay vrikshavachaka shabdah तर्हि विशेषणं किम् विशेष्यः पदार्थः न तु मतुप् न तु पतम् इति स्मर्तव्यं विशेष्यः पदार्थः या न तु पदम् इति स्मर्तव्यं तर्हि पदं किं विशेष्यवाचकम् ओके तथैव उन्नतः वस्तुतः विशेषणवाचकः उन्नतः वस्तुतः वस्तुतः विशेषणवाचकः ओके विशेषणम् औन्नत्यम् औन्नत्यम् इत्यनेन वृक्षः विशिष्यते पृथक् क्रियते अन्येभ्यः वृक्षेभ्यः पृथक् कुर्मः अनेन औन्नत्यगुणेन येन विशिष्यते उन्नतः तथा नास्ति किन्तु औन्नत्यं तथा अस्ति अतः तथैव तदेव विशेषणम् ओके ओके सो नौ लेट् अस् लुक् हियर् वाट् इस् दिस् टु टु एण्ड् त्री वि हव् टु रीड् नौ ओके अहं पठामि वा महोदय बिफोर् वि पठतु महोदय, बिकास् योर् स्पीकर् इस् वेरि क्लियर्. ओके. केवलं गुणिवाचकाः यथा उन्नतः, विशालः, उत्तमः, सुन्दरः इत्यादयः. एते गुणवत् वाचकाः सन्ति, अर्थात् गुणम् अपि बोधयन्ति, तेषाम् अधिकरणानि अपि बोधयन्ति. एते गुणिवाचकाः एव गुण उपसर्जनद्रव्यवाचिनः इति उच्यन्ते. केवलं गुणिवाचकाः यथा उन्नतः, विशालः, उत्तमः, सुन्दरः इत्यादयः. एते गुणवत् वाचकाः सन्ति, अर्थात् गुणम् अपि बोधयन्ति, तेषाम् अधिकरणानि अपि बोधयन्ति. एते गुणिवाचकाः एव गुण उपसर्जनद्रव्यवाचिनः इति उच्यन्ते. गुणिवाचकाः अथवा गुणोपसर्जनद्रव्यवाचिनः. ओके. गुण उपसर्जन, उपसर्जन मीन्स् सेकेण्ड्री इस् वाट् शी सेड्. गुण उपसर्जनद्रव्यवाचिनः. ओके. वेर् द गुणा इस् सेकेण्ड्री, द द्रव्यवाचिनः इति उच्यन्ते गुणिवाचकाः. ओके. ओके. केवलं गुणिवाचकाः. गुणवाचकाः अपि भवन्ति, गुणिवाचकाः अपि भवन्ति. यथा शुक्लः, नीलः, रक्तः, मधुरः, आम्लः, कटुः इत्यादयः. एते शब्दाः गुणवाचकत्वेन अपि प्रयुज्यन्ते, गुणिवाचकत्वेन अपि प्रयुज्यन्ते. अस्माकं विवक्षानुगुणं प्रयोगः शक्यते. ओके. So we have two type of verb, kevalam gunivachaka, where the word is not only indicating the guna, which is the aunatyam, but it is also qualifier for the gunin, which is being the unnataha vrishcha ityatre aunatyam yasmin asti, aunatyam vrikshe asti iti sujana karoti unnataha iti vakyena. That is why guna upasarjana vachinaha iti uchyate. So it is gunasya, gunam is not directly shown as a secondary only. Unnataha iti vakyena iti guna upasarjana vachina. But which, like the shuklaha, neelaha, raktaha, which we have seen that iti patasya niraha, patasya varnaha shuklaha, shuklaha pataha, tayoho madhye tatra one becomes guna vachakaha, other becomes a gunivachakaha. This is how they think. Now, Krishnasya Karshnyam, this is the example which we discuss in the class. In the class, Bhagini is going to take these two same thing again. But at least I think we have got a clarity as to how we should look at the words. Tva tal shyan pratyayasya yojanena we get gunivachakaha. If it is madhu pratyaya, then we get gunavas vachakaha. That is the basic thing which you have to understand. Avagatam va? So matup ityanena guna gunavat vachaka. Oh, okay. Matup pratyayo jayana gunavat vachaka. And tva tal shen ityadi pratyaya yojayati chet tatra bhavate bhavati iti krutva pidatvam. Right? Not to Vedavan. Vedavan Madhupasti. Vedattvam idhi gunaha yasmin asti. Tatra Vedattvam idhi gunam sujayati. Whereas Vedavan idhi guninam sujayati. Guni. Yeah. So Matupityanen I can say gunavat or guni. Gunin shab. Guni. There is what happens, guna upasarjanattvam asti, secondary knowledge of the guna which is, happens there. Pidavan iti pida ikupta yasya kasya, is something which has got yellowness. So even though the importance is not on the color yellow, it is on the object which has got yellow. That is why it is upasgana upasarjana yukta padam. It's what the Vaishya says that. But if it is saying pitavat, pitavat, pitattvam, the pitattvam, the tvam pratyaya, tva pratyaya, is making the yellowness more important than on whom that yellow is there. So today when the Vidya Bhagini takes in the class, it should be easy for us to understand. That was my purpose, main thing. Exactly. Thank you, Mahadeya. Thank you very much. Otherwise, you know, these are all subtle differences. It takes time to grasp, especially for me. No, for everybody, Bhagini. For everybody. It just so happened that I taught this in the Nyaya Sindhana Varga, so I remembered where to get these details. So I thought that since the subject is related, let me bring it for the Sindhana Varga here also. Nice. Okay. So we'll stop here. Varga Miyama. Dhanyavadaha Mahodaya. Dhanyavadaha. Namaskara. Dhanyavadaha. Namaskara.